ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षी विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। हरिः ओम् श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति, तत्र बलाबलचिन्तने एका परिभाषा अस्ति, पुरस्ताद् अपवादाः अनन्तरान् विधीन् बाधन्ते न उत्तरान्। पूर्वस्मिन् वर्गे किञ्चित् अस्य विषये पठितं, पुनः एकवारं पठामः। अत्र पुरस्ताद् अपवादः इत्युक्ते सूत्रक्रमे यत्र प्रकरणम् अस्ति तत्र सूत्राणां क्रमः वर्तते। सूत्रक्रमे यदि अपवादसूत्रम्, अपवाद् इत्युक्ते निरवकाशत्वम् अपवादम् इति, तादृश अपवादम् अत्र न लिखितमस्ति। विशेषसूत्रम् अत्र अस्यां परिभाषायां विशेषसूत्रम् इति तस्य अर्थः भवति। विशेषसूत्रं यदि सूत्रक्रमे प्रथमे पुरः इत्युक्ते प्रथमे दत्तम् अस्ति, अनन्तरं तत्र उत्सर्गसूत्रं दत्तम् अस्ति, अपि च किमपि अन्यत् विशेषसूत्रम् अथवा अन्यत् किमपि उत्सर्गसूत्रम् अस्ति, तादृश अपवादसूत्रं, तादृशविशेषसूत्रम् अव्यवहितसामान्यशास्त्रस्य एव कृते एव बाधा करोति, न तु व्यवहितस्य। सो अत्र अनन्तरान् इत्यनेन तत्र न अन्तरान्, अनन्तरान् इति तत्र पदमस्ति अस्यां परिभाषायां। सो तत्र अव्यवहितस्य, अव्यवहितस्य सामान्यशास्त्रस्य, तस्य कृते एव बाधा करोति, तस्य कृते एव, तस्य कार्यस्य एव बाधा करोति, न तु व्यवहितस्य इति एतत् परिभाषा वदति। सो यदि विशेषसूत्रं महर्षिणा आदौ दत्तम् अस्ति, तस्य तस्य अनन्तरम् इत्युक्ते तत्र यः सम्बन्धित सूत्राणि सन्ति विशेषसूत्रमपि च उत्सर्गसूत्रस्य मध्ये, यद्यपि तत्र कानिचन सूत्राणि सन्ति यथा अस्माकम् उदाहरणे, तानि सम्बन्धितसूत्राणि न सन्ति, अतः अव्यवहितम् एव वयं वदामः। सः तादृशविशेषसूत्रम् अव्यवहितसामान्यशास्त्रस्य कृते एव बाधा करोति, तस्य कार्यस्य कृते एव बाधा करोति, न तु व्यवहितस्य। इत्युक्ते इण्डैरेक्ट्लि अत्र पश्यामः चेत् एतत् विशेषशास्त्रं कस्यचित् एकस्य सामान्यशास्त्रस्य कृते एव महर्षिणा रचितम् इति तादृशबोधः अत्र जायते। इत्युक्ते अस्माकम् उदाहरणे तत्र एतेद्यत्य ऊट्सु इति शास्त्रं विशेषशास्त्रं, किमर्थं विशेषम्? अत्र केवलं एद् धातुविषये अस्ति, अपि च इन् धातुविषये अस्ति, तस् धातुद्वयस्य विषयः एव अत्र अस्मिन् सूत्रे दत्तमस्ति। परन्तु यथा वृद्धिरेचि तु वर्णकार्यमस्ति, कस्यचित् एच् वर्णस्य परे संहितायाम् अवर्णस्य परे कोऽपि एच् वर्णः अस्ति चेत् तत्र वृद्धि आदेशः भवेत्। सः अवर्णः अथवा एच् वर्णः कस्य भवेत् इति किमपि न उक्तमस्ति, परन्तु अत्र अवर्णात् तु कस्यापि भवितुं शक्नोति, परन्तु अत्र धातुः यः एच् एजादि यः वर्णः भवेत् सः इन् धातोः एच् वर्णः भवेत्, अपि च एद् धातोः एच् वर्णः भवेत्। अतः किमपि विशेषकार्यं, विशेष पदार्थद्वयस्य विषये एव एतत् सूत्रं कार्यं करोति, अतः विशेषशास्त्रम् अस्ति, उत्सर्गशास्त्रम् इति न वक्तुं शक्यते। अनन्तरं सूत्रम् अस्ति एङ्गिपररूपं। सो एङ्गिपररूपं सूत्रे अपि किञ्चित् विशिष्टमेव अस्ति. किमर्थं चेत् अत्र यः पूर्वनिमित्तम् अस्ति अवर्णात् यत्र पूर्वपरयोः इत्यस्य अधिकारः वर्तते, येषु येषु सूत्रेषु पूर्वपरयोः इत्यस्य अधिकारः वर्तते तत्र वयं पूर्वनिमित्तं परनिमित्तं द्वयोः कृते निमित्तं तादृशं वक्तुं शक्यते. सो अत्र एङ्गिपररूपम् इति सूत्रे यः अवर्णान्त अस्ति सः अवर्णः उपसर्गस्य भवेत्. अतः अत्रापि किञ्चित् विशिष्टमेव अस्ति, सः अवर्णः उपसर्गस्य अवर्णः भवेत्. अनन्तरं तत्र परे अपि यः निमित्तम् अस्ति सः एकारादि ओकारादि धातुरूपः भवेत्. किमपि सामान्य यथा वृद्धिरेचि किम् अत्र कोऽपि अत्र विशेषः नास्ति. सो एकारादि ओकारादि धातुरूपे परे तत्र पूर्वपरयोः द्वयोः मिलित्वा तत्र पररूपादेशः भवति. सो अत्र अपि किञ्चित् विशिष्टमेव भवति. सो यदा तत्र सन्धिकार्यं धातु ओकारादि एकारादि धातुः विषयः आगच्छति प्रायशः तत्र एङ्गिपररूपम् इति सूत्रस्य कार्यं भवति. परन्तु इदानीं यदा तत्र एदेत्य उट्सु इति सूत्रमस्ति तत्रापि इन् धातुः एद् धातुः विषयः आगच्छति. अतः एङ्गिपररूप एदेत्य उट्सु इति विशेषशास्त्रं केवलम् एङ्गिपररूपम् इत्यस्य एव तत्र कृते बाधा करोति, बिकास् एतत् पुरः अस्ति, 89 सूत्रम् अस्ति, विशेषशास्त्रम् आदौ अस्ति. अनन्तरं तत्र धातुविषये एतत् सामान्यसूत्रम् एङ्गिपररूपम् इति शास्त्रम् अस्ति. एङ्गिपररूपं सूत्रस्य अनन्तरं तत्र ओमाङ्गोश्च इति सूत्रम् अस्ति, 94 अनन्तरं 95 इति शास्त्रम्. अतः एदेत्य ऊट्सु इति शास्त्रं केवलम् एङ्गिपररूपम् इत्यस्य एव अव्यवहितस्य शास्त्रस्य एङ्गिपररूपम् इति सूत्रस्य कृते एव बाधा करोति, न तु ओमाङ्गोश्च, बिकास् तत्र मध्ये एङ्गिपररूपं तादृश तत्र बाधा भवति ओमाङ्ग द्वयोः मध्ये, बिकास् त्रीणि सूत्राणि सम्बन्धितसूत्राणि सन्ति, एदेत्य उट्सु एङ्गिपररूपम् ओमाङ्गोश्च. ओमाङ्गोश्च इति शब्दे यद्यपि तत्र धातुविषयः नास्ति परन्तु तत्र ओकारः अस्ति, अपि च आङ्शब्दः अपि अस्ति, तत्र तादृश भवितुं शक्नोति एदेत्य उट्सु, परन्तु इत्यनेन तत्र ऊठादेशः भवितुं शक्नोति परन्तु न भवति, बिकास् तत्र एका परिभाषा अस्ति पुरस्ताद् अपवादाः अव्यवहितशास्त्रस्य कृते एव बाधा करोति, न तु व्यवहितस्य. सो ओमाङ्गोश्च इत्यस्य शास्त्रस्य कृते एदेत्य उट्सु इति शास्त्रं तत्र बाधा न कर्तुं शक्यते, बिकास् तत्र मध्ये व्यवधानम् अस्ति. अतः यः अनन्तरान् इति शब्दम् अत्र दत्तमस्ति तेन वयं किम् अवगच्छामः, अव्यवहितस्य सामान्यशास्त्रस्य कृते एव बाधा करोति. सो अतः इण्डैरेक्ट्लि मया किम् उक्तम्, एकमेव शास्त्रस्य कृते तत्र यः पुरे अपवादः स्थापितं महर्षिणा, एकमेव शास्त्रस्य कृते तेन बाधा भवति, न तु अनन्तरान् ये सामान्यशास्त्राणि सन्ति तेषां कृते बाधा न कर्तुं शक्यते. तादृश अपवादसूत्रं यः पुरे स्थापितमस्ति, यः आदौ स्थापितमस्ति सूत्रक्रमाङ्के. इदानीम् अस्माकं तत्र अस्य परिभाषायाः कृते तदेव उदाहरणं दत्तमस्ति, अव इति उपसर्गः, आङ् इति उपसर्गः, इहि इति धातुः अस्ति, इन्गतो इति धातोः लोट्लकारस्य मध्यमपुरुषस्य रूपमस्ति इहि इति रूपम्. वयं जानीमः लोट्लकारे तत्र सिप् प्रत्ययस्य हि आदेशः भवति, अपि च हि प्रत्ययः इदानीम् अपित् अस्ति, अतः इकारस्य तत्र गुणः न भवितुं शक्नोति, बिकास् तत्र न केवलं हि आदेशः उक्तमस्ति, सेहेरपिच् इति सूत्रेण तत्र अपित्वमपि अध्यारोपिते, अतः तत्र प्रत्ययनिमित्तीकृत्य इकारस्य गुणः न भवति, इहि एव रूपम् अस्ति. सो इति वयम् अस्माभिः तत्र पूर्वे दृष्टम्. अस्तु, इदानीं पुनः सूत्राणां कृते झटिति तत्र पश्यामः सूत्रस्य सूत्रेण किं कार्यं भवति. चेतना भगिनी, एकवारं सूत्राणां विषये पठित्वा वदतु किं कार्यम् उक्तमस्ति वृद्धिरेचि इति सूत्रेण. वृद्धिरेचि 6188, अवर्णात् एच् वर्णे परे संहितायां पूर्वपरयोः एकः वृद्धि आदेशः भवति. अत्र योगः एव अत्रैव. एतत् उत्सर्गसूत्रमस्ति. अवर्णात् परे एच् वर्णः अस्ति चेत् अकार एच् वर्णः द्वयोः एकः आदेशः वृद्धि आदेशः भवति. अनन्तरम् एत्ये दस्यूट्सु 6189, अवर्णात् इण् धातोः एत् धातोः च एच् वर्णे परे तथा ऊट् शब्दे परे संहितायां पूर्वपरयोः एकः वृद्धि एकादेशः भवति. उपयोग एति उपैति. इदं सूत्रम् सूत्रे तत्र सन्धिविच्छेदः करोतु भगिनि. एति इति अस्ति, एति अनन्तरं एद् एधति एधति इति एधति ऊट्सु ऊट्सु ऊट् इति दीर्घ उकारः अस्ति. सो अत्र द्वयोः कृते तत्र यनादेशः भवति. सो इक्षिप् धातुनिर्देशार्थं तत्र इक् अपि चष्ट प्रत्ययस्य योजनं भवति न. सो अतः अत्रापि इन् धातोः तत्र ष्टिप् प्रत्ययः योजयामः चेत् तत्र एति इति रूपस्य निष्पत्तिः भवति. सो वी हेव् अ वार्तिकमस्ति वा, वार्तिकमस्ति इक्षिप् धातुनिर्देशः इति तत्र वार्तिकमस्ति. इत्युक्ते अष्टाध्यायीसूत्रेषु कुत्रचित् महर्षिणा साक्षात् धातुनिर्देशः एव दत्तं, यः धातुः अस्ति तस्य निर्देशः एव दत्तं. परन्तु बहुत्र सूत्रेषु यथा बहुत्र तत्र बहुषु सूत्रेषु धातुनिर्देशार्थं महर्षिणा तत्र इक् प्रत्ययः योजितं. दीस् प्रत्ययस् आर् नाट् फार् द पदनिर्माणार्थं, दीस् इक् एण्ड् ष्टिप् प्रत्ययः प्रत्ययः इक्ष्टिपौ धातुनिर्देशः तादृश तत्र वार्तिकमस्ति. सो इक् प्रत्ययः योजितम् अस्ति धातोः अनन्तरम् अथवा ष्टिप् प्रत्ययः योजितम् अस्ति तस्मात् अनन्तरं तत्र धातुः रूपं दत्तमस्ति. अत्र अस्ति एति एधति, एति एधति. सो एति एधति ऊट्सु इति सूत्रम् अस्ति, अनन्तरं सन्धि भूत्वा एत्येधत्य यूट्सु इति सूत्रं भवति, ऊट्सु इति सूत्रं भवति. अत्र अपि ष्टि प्रत्ययः योजितम् अस्ति, किमर्थं चेत् अत्र तीति अत्र अन्ते श्रूयते, अतः ष्टि प्रत्ययः ष्टिसि, अत्र ष्टि प्रत्ययः षकारः अस्ति पकारः अस्ति, अतः गुणः भवति. सो इन् यदा वयम् इन् धातुः नयामः, इन् धातुः इत्युक्ते इकारः प्लस् ष्टिप् प्रत्ययः, षकारस्य इत्संज्ञा भवति, पकारस्य इत्संज्ञा भवति, ती अवशिष्यते, अत्र कोऽपि विकरणप्रत्ययः मध्ये न आगच्छति. सो अत्र ई धातुः किं भवति, गुणः भवति एकारः. सो एकारः भवति चेत् एति इति रूपं भवति. सिमिलर्ली एद् धातुः नयामः चेत् ष्टिप् प्रत्ययः योजामः चेत् बिकास् सूत्रेषु धातुनिर्देशार्थं महर्षिणा कुत्रचित् तु साक्षात् धातु दत्तमस्ति, तत्तु वयं साक्षात् अवगच्छामः. परन्तु कुत्रचित् महर्षिणा तत्र इक् अथवा ष्टिप् प्रत्ययः योजित्वा एव धातुरूपं दत्तमस्ति. तथैव अत्र अस्मिन् सूत्रे अस्ति एत्य एधत्य ऊट्सु इति सूत्रे तत्र इन् धातुः विषयः अथवा एद् धातुः विषयः अस्ति, परन्तु ष्टिप् प्रत्ययः योजित्वा तत्र दत्तमस्ति. अतः अत्रापि एधति इति रूपं भवति, एति इति रूपं भवति. ष्टिप् प्रत्ययः कदा भवति महोदय? केवलं सूत्रेषु धातुनिर्देशार्थम् एव ष्टिप् प्रत्ययः अथवा इक् प्रत्ययः अस्ति. तादृश तत्र वार्तिकमस्ति, बिकास् वी हेव् टु गिव् सम् प्रूफ् न, हौ हेज् दिस् एति कम् आर् एदति कम्. सो तत्र वार्तिकमस्ति इक् ष्टिप् धातुनिर्देशः. केवलं तिप् अस्ति चेत् अपि न न, तिप् अस्ति चेत् तिप् इत्यस्य कृते तु तत्र सार्वधातुकप्रत्ययः तत्र भवेत् न भगिनि? इत्युक्ते लकारस्य स्थाने तिपादेशः भवति. सो तत्र प्रक्रिया, तत्र प्रोसेस् अस्ति, अतः अत्र तादृशयोजितुं न शक्नुमः. अतः अत्र वार्तिकमेव दत्तमस्ति इक्षित्य धातुनिर्देशार्थः. कुत्रचित् वन् सेकेण्ड्, अस्माभिः तत्र एकं सूत्रं पठितं, तत्र प्रायशः भवेत् वार्तिकस्य उल्लेखः. अस्माभिः कुत्रचित् पूर्वे अपि एतत् वार्तिकं दृष्टम् अहं चिन्तयामि. अत्रिः अर्त्रि, तत्रापि इक्ष्टिप् धातुनिर्देशः एव. ऋकारस्य अर्ति इति रूपं सूत्रेषु दत्तमस्ति न, अर्त्रि ह्रि व्लि रि कनुयि इति, तत्र तादृशशास्त्रमस्ति न भगिनि? तत्रापि ऋकारस्य अर्ति इति रूपं भवति, तत्रापि गुणः भवति अर्त्रि. अत्र प्रायशः कुत्रचित् वार्तिकं दत्तमस्ति. चेत् तत्र कस्मिंश्चित् सूत्रे तत्र इक्ष्टिप् धातुनिर्देशः इति अत्र अस्ति. अत्र पश्यतु भगिनि, अत्र स्क्रीन् दृश्यते वा? आं महोदय. सो इक्ष्टिपौ, बिकास् प्रत्ययद्वयमस्ति, सो द्विवचने दत्तमस्ति, इक्ष्टिपौ धातु निर्देशे इति वार्तिकमस्ति, दत्तमस्ति वा? सो तत्र वार्तिकमस्ति, आम् वार्तिक अत्र दत्तमस्ति इक्ष्टिपौ धातुनिर्देशे. सो सूत्रेषु धातुनिर्देशार्थं महर्षिणा कुत्रचित् इक् प्रत्ययः योजितमस्ति अथवा ष्टिप् प्रत्ययः योजितम् अस्ति. सो तथैव अत्र अस्ति अस्मिन् सूत्रे. वार्तिकानां कृते तत्र काशिकावृत्ति न्यास व्याकरणसिद्धान्त दृष्ट्वा वदामि. वार्तिकानां कृते कुत्रचित् उल्लेखः अस्ति वा नास्ति इति द्रष्टव्यम्. सो एतत् वार्तिकमस्ति, इक्ष्टिपौ धातुनिर्देशः. अतः अत्रापि ष्टिप्रत्ययः योजित्वा एव इन् धातुरूपं दत्तमस्ति, अपि च एद् धातुरूपं दत्तम् अस्ति. सो धातुद्वयस्य विषये इदानीं वदतु किं भवति अत्र. अत्र संहितायां पूर्वपरयोः वृद्धि आदेशः भवति. अत्र एधत्य ऊत्सु अत्र उपसर्गात् इति न अस्ति अनुवृत्तिः. सो यद्यपि अत्र उपसर्गस्य उपसर्गात् इति पदस्य अनुवृत्तिः नास्ति, तथापि अत्र इत्युक्ते धातुः पूर्वं तत्र यः अवर्णः अस्ति सः उपसर्गस्य एव भवति. इत्युक्ते तादृश उदाहरणानि एव सन्ति, सामान्य उदाहरणानि न दत्तमस्ति. परन्तु अत्र उपसर्गात् आत् इति तस्य अनुवृत्तिः नास्ति अस्मिन् सूत्रे. परन्तु यदा वयं तत्र प्रसङ्गः पश्यामः, प्रसङ्गः तु तत्र एव आगच्छति यत्र अवर्णः अथवा आवर्णः उपसर्गस्य अस्ति, उपसर्गस्य अस्ति. तादृश एव उदाहरणानि सन्ति अत्र अस्य सूत्रस्य विषये. परन्तु सूत्रे साक्षात् तत्र उपसर्गात् यथा एङ्गीपररूपम् इति शास्त्रे तत्र साक्षात् पूर्वसूत्रात् उपसर्गात् इति पदस्य अनुवृत्तिः अस्ति, तादृश अस्मिन् सूत्रे नास्ति. एङ्गीपररूपम् अत्र पश्यतु, 94 इति शास्त्रम् अस्ति, 91 सूत्रात् तत्र उपसर्गात् इति पदस्य अनुवृत्तिः भवति. परन्तु यः एजेत्य ऊट्सु तत्तु 89 सूत्रमस्ति, अतः तत्र उपसर्गात् इति पदस्य अनुवृत्तिः नास्ति, बिकास् इट् इस् द पूर्वसूत्रम्. अनन्तरं तत्र उपसर्गात् इति 91 शास्त्रम् अस्ति, तस्य अनन्तरं तस्मात् अनन्तरं तत्र 94 शास्त्रम् अस्ति एङ्गीपररूपम्. सो तत्र उपसर्गात् इति साक्षात् पदस्य अनुवृत्तिः भवति. हा वदतु इदानीम्. अतः उपयोग एति इत्यर्थ उपसर्गः अस्ति, तदनन्तरं एति इति धातुरूपमस्ति, अत्र वृद्ध्यादेशः भवति उप इति. वृद्धिरेचि एदेति उट्सु इति द्वयोः मध्ये कः सम्बन्धः भगिनि? वृद्धिरेचि उत्सर्गसूत्रमस्ति, परन्तु एद्येत्युट्सु इन् वर्णः एद्वर्णः इन् धातुः इन् धातुः अपि च एड् धातुः एच् वर्णे परे एव भवति. अत्रापि एच् वर्णः परे अस्ति न, अवर्णपरे एच् वर्ण. परन्तु अवर्णपरे इन् धातुः एद् धातुः. इन् धातुः कीदृशरूपम् अस्ति, एच् फार्म् यथा तस्य इन् धातुः यथा परिवर्तनं भूत्वा गुणं भूत्वा एचादि भवति तदा एव कार्यं भवति. यदा इकारः अस्ति तदा कार्यं न भवति. यदा तत्र इन् धातोः रूपपरिवर्तनं भवति, धातोः गुणादेशः भवति, तदा एव एतत् इन् धातोः एजादि भवति, तदा एव कार्यं भवितुं शक्नोति. एद् धातुः तु साक्षात् एजादि अस्ति. अत्र तु कोऽपि चिन्तनं नास्ति, एज् धातुः साक्षात् एजादि अस्ति, परन्तु इन् धातुः एजादि. परन्तु इदानीं प्रश्नः, द्वयोः मध्ये कः सम्बन्धः? अत्रापि उत्सर्गत्वात् सम्बन्धः अस्ति वा? नास्ति न. किमर्थं नास्ति? कार्यं समानम्. विशेषशास्त्रम् अस्ति, परन्तु उत्सर्गत्वात् सम्बन्धः नास्ति, बिकास् कार्यं समानम्. that is the sukshma tatra bindhu asti asmabhi yat smartavyam yatra karyam samanam tatra ityukte we cannot say na whether edeti utsu has dand karya or vriddhi rechi has dand karya because karya is the outcome is same atrapi vriddhi ekadeshah bhavati atrapi vriddhi ekadeshah bhavati निरावकाशत्वं वयं न वक्तुं शक्यते न साक्षात् न वक्तुं शक्यते विशेषसूत्रमस्ति तत्तु सत्यं बिकास् अत्र इन्दातु एद् धातु अपि च ऊट् शब्दस्य विषयः अस्ति परन्तु कार्यं समानं यत्र कार्यं समानम् अस्ति तत्र साक्षात् उत्सर्ग अपवादसम्बन्धः न वदामः न वक्तव्यम् because outcome is same we will say this is a vishesh shastra okay but it is not an apvad shastra astu agre vadatu engi pararupam 6194 avarnantat upasarkat ekaradi okaradi dhatu rupe pare पूर्वपरयोः एकः पररूपः आदेशः भवति प्रयोगः एजते प्रेजते एजते इति एजृ दीप्तौ धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् अत्र अवर्णात् उपसर्गात् एकारादि ओकारादिधातुरूपम् अस्ति चेत् पररूपादेशः भवति कार्यं भिन्नम् अत्र वृद्धि आदेशः न भवति अत्र पररूपादेशः भवति एण्ड् इट् इस् स्लैट्लि ब्राडर् अत्र कार्यक्षेत्रं धातुविषये बृहद् अस्ति बिकास् यत्किमपि एकारादिधातुः यत्किमपि ओकारादिधातुः तस्मात् पूर्वं यदा अवर्ण उपसर्गात् अवर्णान्त उपसर्गः आगच्छति तदा तत्र पररूपम् एव भवेत् सो दिस् इस् एङ्गीपररूपम् इति इदानीं बृहद् कार्यक्षेत्रमस्ति परन्तु एजेत्य ऊट्सु इति लिमिटेड् कार्यक्षेत्रमस्ति किमर्थं चेत् अत्र तु केवलं धातुद्वयस्य विषयः एव सो नौ दिस् इस् एन् अपवाद् फार् एङ्गीपररूपं द्वयोः कृते तत्र यः एजादि यः अस्ति सः धातुः एव धातुः उक्तमस्ति साक्षात् सूत्रे उक्तमस्ति अतः परन्तु विशेषशास्त्रं पूर्वे अस्ति अपवादशास्त्रं परे अस्ति सोरि सामान्यशास्त्रं परे अस्ति एण्ड् औट्कम् इस् आल्सो डिफ्रेण्ट् हि अत्र एजेत्य ऊट्सु इति शास्त्रे वृद्धि आदेशः भवति परन्तु एङ्गीपररूपम् इति शास्त्रे पररूपादेशः भवति अतः पुरस्ताद् अपवादः अनन्तरान् विधीन् एव बाधन्ते न तु उत्तरान् सो नौ दिस् इस् द अव्यवहितसामान्यशास्त्रम् एङ्गीपररूपं कस्य कृते एजेत्य ऊट्सु इत्यस्य कृते बिकास् अत्रापि धातुविषयः अत्रापि धातुविषयः यद्यपि अत्र उपसर्गः न दत्तं परन्तु तादृश एव तत्र प्रसङ्गः आगच्छति यत्र उपसर्गस्य आकारः अस्ति इदानीं सो तद् अत्र एव सो इति तत्र परिभाषायाः प्रयोगं कृत्वा एव वयं तत्र प्रमाणं दातुं शक्यते अत्र यदा ओमाङ्गोश्च इति शास्त्रस्य उल्लेखः आगच्छति अत्र एजेत्य ऊट्सु इति शास्त्रं बाधा न कर्तुं शक्यते किं किमर्थं किं प्रमाणम् अस्ति परिभाषा पुरस्तादपवादाः अनन्तरान् विधीन् एव बाधन्ते न तु उत्तरान्. ओमाङ्गोषशास्त्रे किं भवति? अवर्णात् ओम् शब्दे परे आङ् शब्दे च परे संहितायां पूर्वपरयोः एकः पररूप एकादेशः भवति. शिवाय ओम् नमः becomes शिवायोम् नमः. अत्र पररूप आदेशः भवति. सत्यं. सो पररूपादेशः पररूपादेशः. सो एङ्गि पररूपम् एण्ड् ओमाङ्गोश्च. दीस् टु सूत्रास् केन् बि आर् द अपवाद् सूत्रास् फार् वृद्धिरेचि. वृद्धिरेचि तु सर्वत्र कार्यं करोति न, तत्र किमपि न उक्तमस्ति. सः एच् वर्णः ओम् शब्दस्य भवेत् वा आङ् शब्दस्य भवेत्, किमपि लिमिटेशन् अत्र नास्ति. आङ् विषये तु न भवति, परन्तु ओम् विषये भवति. आङ् शब्दविषये तु अकः सवर्णे दीर्घः इत्यस्य कृते अपवादः भवति, परन्तु ओम् विषये तु वृद्धिरेचि इत्यस्य अपवादः भवति, बिकास् ओकार हियर् ओम् शब्दे ओकारः एच् वर्णः अस्ति. सो ओमाङ्गोश्च इस् एन् अपवाद् शास्त्रम् फार् वृद्धिरेचि विद् रेस्पेक्ट् टु ओम् शब्दः, एण्ड् ओमाङ्गोश्च इस् अ अपवाद् शास्त्रम् टु अकः सवर्णे दीर्घः विद् रेस्पेक्ट् टु आङ् शब्दः. इदानीं तत्र एतत् परिच्छेदं पठतु, यद्यपि अस्माभिः पठितम् एकवारं पठतु. अवयोग एहि इति स्थितौ वृद्धिरेचि इति सूत्रम् आदौ प्रसक्तम् अस्ति, किन्तु तत् सूत्रं प्रबाध्य एङ्गीपररूपं 6194 इत्यनेन पररूपादेशः प्राप्तः अस्ति, यतोहि अन्ताद्दिवच्च 6184 इत्यनेन एहि इत्यत्र यः एकारः सः आयोग ई इत्यनयोः प्रतिनिधिः, तस्मात् च इङ् इत्यस्य धातुत्वं स्वीक्रियते, अपि च तत् इदानीम् एजादिः अपि अस्ति. किन्तु एङ्गीपररूपं 6194 इति सूत्रं बाधित्वा एतेदत्यूट्सु इत्यनेन वृत्त्येकादेशः प्राप्तः अस्ति, यतोहि अन्तादिवच्च इत्यनेन एहि इत्यत्र यः एकारः सः आयोग ई इत्यनयोः प्रतिनिधिः, तस्माच्च इन् इति धातुत्वं स्वीक्रियते. अधुना ओमाङ्गोश्च 6195 इत्यनेन पररूपादेशः अपि प्राप्तः अस्ति, यतोहि अन्तादिपच्च इत्यनेन एहि इत्यत्र यः एकारः सः आयोगः ई इत्यनयोः प्रतिनिधिः, तस्माच्च आङ्क्त्वं स्वीक्रियते. अन्तादिवच्च इत्यनेन एकः पूर्वपरयोः अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत् तथा परशब्दस्य आदिवर्णवत् भवति. एत्येद्यत्यूट्सु इति सूत्रं यथा एङ्गीपररूपम् इति सूत्रस्य अपवादः, तथा ओमाङ्गोश्च इत्यस्यापि अपवादः अस्ति वा? अत्र एत्येद्यत्यूट्सु एङ्गीपररूपसूत्रस्य अपवादः अस्ति, परन्तु ओमाङ्गोष्ठस्य अपवादः अपि अस्ति वा इति प्रश्नः. परन्तु सूत्रसङ्ख्या ओमाङ्गोस्क इति सूत्रस्य सूत्रसङ्ख्या 6195 अस्ति, एङ्गिपररूपं 94 अस्ति, अतः एतेद्यत्यूट्सु केवलम् एङ्गिपररूपं सूत्रस्य अपवादः अस्ति, उत्तरसूत्र ओमाङ्गोश्च इति सूत्रस्य बाधा कर्तुं न शक्यते. प्रथमे तत्र प्रसङ्गः अवगच्छामः किम् अस्ति. सोपि उदाहरणमस्ति अव प्लस् आ आङ् इति उपसर्गः प्लस् इति धातुः इन्गतौ इति धातुः इत्यस्य तस्य लट् लकार इहि इति सोरि इहि इति रूपं लोट् लकारस्य फार्म् अस्ति इहि इति. तत्र इकारस्य गुणः न भवति अतः लोट् लकारस्य फार्म् दत्तमस्ति. सो इहि इति लोट् लकारस्य मध्यमपुरुष एकवचनस्य रूपम् अस्ति. इदानीं तत्र प्रथमे तत्र उपसर्गद्वयस्य मेलनं भवेत् वा धातु उपसर्गयोः मेलनं भवति चेत् तत्र धातु उपसर्गयोः एव मेलनम् आदौ भवति, न तु उपसर्गद्वयस्य मेलनं भवति. अतः प्रथमे किं भवति आ प्लस् इहि भवति. आ प्लस् इहि भवति चेत् अत्रापि आ प्लस् इहि भवति चेत् किं भवति अत्र आङ् इति उपसर्गस्य अपि च इ धातु ए भवति, गुणादेशः भवति, गुणादेशः भवति. सो अत्र एहि इति रूपं भवति. इदानीं यः एकारः अत्र दृश्यते तत्र एकं परिभाषासूत्रम् अस्ति ग्रन्थे अन्त आदिवच्च. सो यः यत्र यत्र पूर्वपरयोः आदेशः उक्तम् अस्ति, पूर्वपरयोः इति अधिकारः वर्तते, तत्र सः वर्णः यः पूर्वपरद्वयोः स्थाने यः आदेशः उक्तम् अस्ति यथा अत्र एकारः, सः वर्णः तस्य स्वभावः कीदृशम् अस्ति तस्य कृते एव अन्तादिवच्च इति परिभाषाशास्त्रम् अस्ति. अन्तादिवच्च इति सूत्रं वदति यः एकादेशः अस्ति सः पूर्ववर्णस्य अन्तवत् भवति, परवर्णस्य आदिवत् भवति. सो इन् धातोः आदिवत् भवति चेत् इन् धातोः एजादि भवति, आङ् उपसर्गस्य अन्तवत् भवति चेत् इद् आङ् उपसर्गः तत्र तस्य आङ् अपि उपसर्गः अस्ति. सो इदानीम् अवयोग एहि इति स्थित्यां परे तत्र आङ् अस्ति, एकस्मिन् पक्षे तत्र अकारे परे आङ् इति शब्दः अस्ति यदि अन्तादिवत् इत्यनेन. परन्तु अन्यस्मिन् पक्षे एकस्मिन् पक्षे तत्र अवयोग आङ् उपसर्गस्य एहि इति रूपम् अन्तादिवच्च इत्यनेन अव प्लस् एहि. सो एकस्मिन् पक्षे एकारः आङ् उपसर्गस्य प्रतिनिधित्वं करोति, अन्यस्मिन् पक्षे यदा तत्र अव प्लस् एहि अस्ति अन्त आदिवच्च इति सूत्रे तत्र एहि इति आदिवत् भवति, इन् धातोः आदिवत् वर्णः भवति. सो एजादि भवति. नौ वै वी आर् डिस्कसिङ्ग् दीस् टु स्थितीस् बिकास् वी हेव् गाट् टू टैप्स् आफ् सूत्रास्. वन् इस् ओमाङ्गोश्च. यदि वयम् एतत् एकारः आङ् उपसर्गवत् भवति चेत् देन् ओमाङ्गोश्च इति सूत्रस्य प्रसक्तिः, अवर्णस्य परे आङ् उपसर्गः अस्ति. यदि वयं तत्र आदिवत् स्वीकुर्मः, इन् धातोः आदिवत् एजादि भवति चेत् देन् तत्र एङ्गिपररूपम् अपि च एध्येत्य उट्सु इति शास्त्रस्य द्वयोः प्रसङ्गः अस्ति. उपसर्गः अव इति उपसर्गः अस्ति, अवर्णान्त उपसर्गात् परे एजादि धातुः. तत्र एङ्गिपररूपम् इति शास्त्रस्य प्रसङ्गः, परन्तु अत्र एहि इति यः रूपम् अस्ति सः इनधातुरूपम् अस्ति. सो एदेत्य उट्सु इति अस्ति, अवर्णात् परे एजादि इनधातोः अस्ति चेत् तत्र किं भवति, एदेत्य उट्सु इति शास्त्रे वृद्धि आदेशः भवति. सो परन्तु इदानीं तत्र अस्य विषये अनन्तरं पश्यामः, परन्तु परिच्छेदे किं किं लिखितमस्ति, एदेत्य उट्सु इति शास्त्रं तु एङ्गीपररूपं शास्त्रस्य कृते बाधा तु अवश्यं करोति, बिकास् अव्यवहितं शास्त्रम् अस्ति. अतः यदि वयम् आदिवत् स्वीकुर्मः चेत् वि केनाट् कन्सिडर् बोत् वेस् भगिनि. अन्त आदिवत् इति सूत्रे ऐदर् वी हेव् टु कन्सिडर् इट् एस् आदिवत् आर् वी हेव् टु कन्सिडर् इट् एस् अन्तवत्. वी केनाट् कन्सिडर् बोत् एण्ड् वि गिव् टु रूपास् बिकास् तत्र एकमेव रूपम् अस्ति. सो ऐदर् वी हेव् टु कन्सिडर् दिस् आर् वी हेव् टु कन्सिडर् दिस् सिचुवेशन्. सो अत्र पश्यामः चेत् एदेत्य उट्सु विल् स्टाप् द कार्य आफ् एङ्गीपररूपम् because it is avyavahita shastram engi pararupam kasya krite edetya utsu so edetya utsu iti shastram karyam karoti chet tatra vriddhi adeshah bhavati vriddhi adeshah bhavati chet kim bhavati atra rupam purva parayoh vriddhi bhavati chet edetya avaihi bhavati but tattu asadu rupam asti so this cannot happen so this is not a शुद्ध फार्म् नौ लेट् अस् गो टु द सेकेण्ड् बिकास् एकारः आङ्ग् उपसर्गस्य अपि प्रतिनिधित्वं करोति अन्तवत् भवति पूर्ववर्णस्य अन्तवत् भवति परवर्णस्य आदिवत् भवति परे तु इन् धातुः अस्ति तस्य आदिवत् भवति चेत् एजादि भवति पूर्वे आङ्ग् उपसर्गः अस्ति तस्य अन्तवत् भवति चेत् आङ्ग् will still remain over here ekarah so idanim tatra prashnah sthapitam yade edetyo utsu ingi pararupam ityasya krite badha karoti kimartham omangoshya ityasya shastrasya krite badha kimartham na karoti etato vishesh shastram asti atrena dhatu vishayah asti kimartham atra edetyo utsu iti shastram karyam na karoti atah paribhashayah avashyakta. Otherwise, what will we do? We will say, Edetya Utsu will also stop the karya of Omangoshya. Because it is the Atrato Inadatu Vishayaha. Kimartham Angiti Upsargaha Svikarniyam. Because it will create an Asadhu form, that is why we require a Paribhasha. Because Sutreshu, सूत्राधारीकृत्य तस्य निर्णयः न भवितुं शक्नोति. कस्य निर्णयः? साधुरूपस्य. साधुरूपं मीन्स् अवेहि. अवेहि एव साधुरूपम् अस्ति. सो हौ टु गेट् अवेहि? बिकास् इफ् वी अप्लै केवलम् अष्टाध्यायी सूत्राधारीकृत्य गच्छामः चेत् तत्र तु यदि एदेत्य उट्सु इस् अपवाद् शास्त्रं टु अङ्गीपररूपं, देन् इट् विल् आल्सो बि एन् अपवाद् टु ओमाङ्गोश्च. अतः परिभाषायाः आवश्यकता. इफ् वी डु नाट् हेव् दिस् परिभाषा, देन् देर् वी केन् नाट् एक्स्प्लेन् हौ अवे ही हेस् कम्. अतः परिभाषायाः आवश्यकता अस्ति. पुरस्ताद् अपवादः अनन्तरान् विधीन् एव बाधन्ते. एव इति शब्दः अस्ति. Only stops the avyavahita shastram, not to vyavahitam. Omangoshya is vyavahitam because madhye tatra engi pararupam iti sutram asti. Tena badha bhavati. So, edetya utsu will only stop the karya of engi pararupam. It has no power to stop the karya of omangoshya. How? Because of this paribhasha. अवगतं वा भगिनि? अस्तु, इदानीम् अग्रे पश्यामः. मञ्जुरी भगिनी अग्रे पठति वा भवद्भिः? एज् एज् उट्सु, तस्य एव उल्लेखः दत्तः. इदानीं प्रश्नः स्थापितं पूर्वे, इदानीं तस्य तत्र समाधानं दत्तमस्ति. प्रश्नः यः आसीत्, मम ध्वनिः श्रूयते न? श्रूयते भगिनि, पठतु. एतत् युट्सु 6.1.89 इति विशेषसूत्रमस्ति. एङ्गीपररूपं 6.1.94 इति सामान्यशास्त्रमस्ति. अतः एतत् युट्सु 6.1.89 इति विशेषसूत्रं स्वस्मात् अव्यवहितस्य परस्य एङ्गीपररूपं 6.1.94 इति सामान्यसूत्रस्य बाधां करोति, न तु व्यवहितस्य ओमाङ्गोश्च 6.1.95 इति सूत्रं कार्यम्. पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते, न उत्तरान्. इति परिभाषायाः बलेन अत्र ओमाङ्गोश्च 6.1.95 इत्यनेन पररूपम् एव भवति, न तु वृद्धिः. एतद्धु 6.1.89 इति सूत्रेण अतः अवेहि इति रूपं लभ्यते. अवगतं वा भगिनि? अहम् अधुना एव आगतवती, परन्तु प्रयत्नं करोमि. अत्र एङ्गीपररूपम् इति सामान्यशास्त्रमस्ति. ओमाङ्गोश्च इति व्यवहित सूत्रमस्ति. तदा एतद् दक्षुः इति विशेषसूत्रमस्ति. तत्र विशेषसूत्रं यत्किमपि विशेषसूत्रमस्ति तत् सूत्रं स्वस्मात् अव्यवहितपरस्य, नाम 94 और 95, मीन्स् एङ्गीपररूपम् इस् 94 एण्ड् ओमाङ्गोश इस् 95. सो दट् अव्यवहितपरस्य एङ्गीपररूपम् इति सामान्यसूत्रस्य बाधा करोति, न तु व्यवहितस्य इति. इत्युक्ते व्यवहितस्य अव्यवहितस्य इत्यनेन सि वी हेव् 89, isn't it? एज् एज् उट्सु इस् 89, देन् वी हेव् 90, 91, 92, 93, 94 and 95. 94 is Engiepararupam. 95 is Omangoscha. 89 is Edetya Utsu. Edetya Utsu is Vishesha Shastram. Why? Because this Shastra speaks about only in Dhatuhu and Ed Dhatuhu. धातुद्वयस्य विषयः एव तत्र अस्ति अस्मिन् सूत्रे. सो एति इति इनधातुरूपम्, एधति इति एदधातुः रूपम्. अतः विशेषम्, विशेषम् इत्युक्ते केवलम् इत्युक्ते वी हेव् 30 स्टूडेण्ट्स् इन् द क्लास्. इफ् देर् इस् अ सम् रूल् फार् ओन्ली 2 स्टूडेण्ट्स्, दे विल् बी कन्सिडर्ड् एस् दे आर् 2 विशेष स्टूडेण्ट्स्. दोस् 2 स्टूडेण्ट्स् आर् they are important to important itukte they are separate than the group, because there is a separate niyam for those two, isn't it? Atah vishesham asti dhatu dvayasya vishayah eva atra parantu engi par rupam iti to sarvesham ekaradi okaradi dhatu nam vishayah. Atah samanya shastram. अतः सामान्यशास्त्रम्. अनन्तरं तत्र ओमाङ्गोश्च अपि अस्ति. ओमाङ्गोश्च इति ओम् शब्दः इति विषयः, तत्र धातुविषयः नास्ति, तत्र ओम् शब्दः अपि च आङ्गशब्दः विषयः. आङ्ग् इस् आल्सो सी उपसर्गानां कृते तत् पत्र प्रादि शब्दानां कृते अपि तत्र पदसंज्ञा वर्तते. आङ्ग् इस् ए शब्दं, पदमस्ति, तस्य कृते सुबन्तपदमस्ति. सो ओमाङ्गश्च इति सूत्रम् अपि किञ्चित् विशेषः वर्तते. तत्र ओम् शब्दस्य यत्र विशेषः विषयः आगच्छति, अपि च आङ्ग् विषयः आगच्छति, तत्रापि किञ्चित् विशेषनिर्देशः अस्ति इति ओमाङ्गश्च. नौ वेन् इन् धातुः बिकम्स् एति आङ्ग् उपसर्ग योजित्वा इन् द एहि इति रूपं बिकम्स् एहि इति रूपं भवति. अवयोग एहि इति अस्माकं तत्र रूपम् अस्ति. सो अत्र यः एकारः सः आङ्ग्प्रत्ययं योजित्वा एव एहि इति रूपं भवति इन् धातोः. सो न केवलम् अत्र इन् धातुविषयः, अत्र आङ्ग् इति विषयः अपि अस्ति. बिकास् दिस् एकार नाट् ओन्लि रिप्रेसेण्ट्स् द इन् धातु, इट् आल्सो रिप्रेसेण्ट्स् द आङ्ग् उपसर्गः, आङ्ग् इति शब्दः. सो अतः अत्र एदेत्य उत्सु शास्त्रस्य अपि प्रसङ्गः आगच्छति यदा अवयोग एहि भवति, अपि च ओमाङ्गोश्च इति शास्त्रस्य अपि प्रसङ्गः आगच्छति. बिकास् द एकादेशः, यः एकारः अत्र पूर्वपरयोः एकादेशः पूर्वे अभवत्, सः अन्त आदिवच्च इति सूत्रेण अन्तवदपि भवति, आदिवत् अपि भवितुं शक्नोति. अतः सूत्रद्वयस्य प्रसङ्गः. इट् डस् नाट् से देट् पूर्वपरयोः यः एकादेशः देट् इस् ओन्लि आदिवत्. It says it is antavad also, adivad also. Either you consider it as antavad or you consider it as adivad. And now what we are discussing is that in this particular paragraph, the paragraph is saying that edetya utsu vyavahitasya shastrasya krite eva badha karoti na tu avyavahitasya. सोरि, अव्यवहितस्य एव बाधा करोति, न तु व्यवहितस्य. नौ सम्बडी विल् आस्क् हौ डस् इट् हौ इस् एङ्गि पररूतम् अव्यवहितं. तत्र तु 90 सूत्रेण बाधा अस्ति, 91, 92, 93. इट् इस् नाट् साक्षात् अनन्तरं न, तत्र तु मध्ये अन्य चत्वारि सूत्राणि सन्ति. अतः कथम् अत्र वक्तुं शक्यते 94 इट् अव्यवहितमस्ति? बट् इदानीं तत्र लाजिक् अस्ति, 90, 91, 92, 93 आर् नाट् रिलेटेड् टु रिलेटेड् सूत्र. दे स्पीक् अबौट् बिकास् फार् द अनुवृत्त्यर्थम् एव तत्र मध्ये स्थापितं महर्षिणा. अनुवृत्तिः सुलभं भवेत् तस्य कृते एव मध्ये स्थापितम्. इत्युक्ते इफ् यु हेड् लिसन् टु द रिकार्डिङ्ग्स् आफ् द विद्याभगिनी, शी सेज़् देट् इफ् ऐ एण्ड् मै डाटर् इस् देर् इन् द रूम् एण्ड् ऐ वाण्ट् टु काल् मै डाटर्. Suppose my son is outside, and me and my daughter, we are inside the room, and the son is outside, and I am calling, suppose this is also daughter, not son, I am calling my daughter. So the daughter which is there inside the room, she will come first. Why? Even though there is a bed, there is a table between two of us, but they are not related, na? But no, this, no. The outside daughter, she is, there is a vyavadanam, she is slightly far away, so obviously this will come first. If I am calling my daughter, obviously this will come first, even though tatra badha madhya asti, bed rupi badha asti, athwa table or something else there in the room, they will not be considered as bada, they will not be considered as restriction. Tathewa atra asti. Even though we have 90, 91, 92, 93, between 89 and 94, but they are not sambandhit shastrani. Tani sambandhit shastrani na santi. Atah ejetya utsu apicha engi pararupam dayoh madhye kimapi vyavadanam nasti avyavahitam eva asti. So purastad apvadah ejetya utsu ijan apvad shastram पुरस्ताद् अपवादः अव्यवहितविधिः एव वादन्ते न तु व्यवहितम् नौ आल् द थ्री आर् रिलेटेड् 89, 94, 95 आर् रिलेटेड् बट् 89 अपि च 95 मध्ये तत्र 94 रूपी बाधा अस्ति एङ्गीपररूपम् इति बाधा अस्ति अतः अस्य कृते एज् एति 95 शास्त्रस्य कृते एदेत्य उट्सु इति बाधा न कर्तुं शक्यते इट् हेज़् इट् डस् नाट् हेव् द पवर् टु स्टाप् द कार्य आफ् 95 सूत्रं बिकास् वै बिकास् वी हेव् अ परिभाषा विच् सेज़् देट् पुरस्ताद् अपवादः अनन्तरान् विधीन् एव बाधन्ते न तु उत्तरान् देट् इस् वै देट् इस् द प्रमाणं परिभाषा इस् द प्रमाणम् अदर्वैस् वी डोण्ट् नो हौ डस् इट् स्टाप् द कार्य why it cannot stop the karya of umangoshcha. That is what is written in the paricheda. So avyavihitasya shastrasya krite eva badha karoti vishesha shastram na tu vyavihitasya which is umangoshcha. Avgatam va bhagini tadeva atra sarvam likhitam asti. सो पुरस्ताद् अपवादाः अनन्तरान् विधीन् बाधन्ते न उत्तरान् इति परिभाषायाः बलेन बै द बल बै द पावर् आफ् दिस् परिभाषा एव अत्र ओमाङ्गोश्च इति पररूपं भवति ओमाङ्गोश्च इति सूत्रमेव तस्य कृते एदेजे उट्सु सूत्रशास्त्रं बाधा न कर्तुं शक्यते तस्य बलं नास्ति अतः अवेहि इति रूपं लभ्यते इति अत्र लिखितमस्ति सो बै देट् इस् वै वी रिक्वैर् दिस् परिभाषा अदर्वैस् तत्र अनियमः अस्ति वी केनाट् डिसैड् वेदर् टु डू द कार्य बै एदेत्य उट्सु आर् डू द कार्य बै ओमाङ्गोश्च बिकास् वी हेव् दिस् परिभाषा नौ वी आर् क्लियर् देट् इफ् द अपवादा इस् फस्ट् विशेषशास्त्रम् इस् प्रथमे अस्ति अनन्तरं तत्र उत्सर्गशास्त्र अपि च किमपि अन्यत् शास्त्रम् अस्ति सो तादृश अपवादः अव्यवहितस्य शास्त्रस्य एव बाधा करोति न तु व्यवहितस्य सो इट् के नाट् स्टाप् द कार्य आफ् ओमाङ्गोश्च इति अत्र लिखितमस्ति परिभाषासूत्रम् एकवारमपि परिभाषा सूत्रमिति न वदामः परिभाषा अस्ति पुरस्ताद् अपवादाः अनन्तरान् विधीन् बाधन्ते न उत्तराम् इति परिभाषा अस्ति एतत् अष्टाध्यायीग्रन्थेन दत्तमस्ति प्रायशः पतञ्जलिमहर्षिणा परिभाषा उक्तमस्ति सो दिस् परिभाषा सेज् देट् सूत्रपाठक्रमे यथा अत्र प्रकरणमस्ति सन्धिप्रकरणम् अस्ति वृद्धि अच्छन्धिप्रकरणम् अस्ति तस्मिन् प्रकरणे तत्र एतादृशसूत्राणां क्रमः अस्ति प्रथमे वृद्धिरेचि इति सूत्रम् 88 अनन्तरम् एध्येत्य उट्सु 89 अनन्तरम् अन्य कानिचन सूत्राणि सन्ति मध्ये अनन्तरम् एङ्गीपररूपं 94 समान अस्मिन् एव प्रकरणे अनन्तरम् ओमाङ्गोश्च इति 95 शास्त्रम् सो इदानीं तत्र पुरस्ताद् अपवादः इत्युक्ते पुरः आदौ अपवादः स्थापितम् अस्मिन् सूत्रक्रमे अपि एध्येत्य उट्सु इति पूर्वे अस्ति 89 शास्त्रम् अस्ति एध्येत्य उट्सु इति सूत्रेण अवर्णात् इन धातुः एतद्धातुः परे तत्र वृद्धि आदेशः भवति साक्षात् अनन्तरं तत्र एङ्गिपररूपम् अस्ति. इट् आल्सो सेस् देट् उपसर्गस्य अवर्णान्त उपसर्गात् एकारादि ओकारादि धातुरूपे परे तत्र पूर्वरूप पररूपादेशः भवेत्, न तु वृद्धि आदेशः, यथा वृद्धिरेचि इत्यनेन वृद्धि आदेशः भवति. सो एङ्गिपररूपम् इस् अ डैरेक्ट् अपवाद टु वृद्धिरेचि. बट् एज् एजियो उट्सु इस् अ विशेषशास्त्रम् बिकास् इट् स्पीक्स् ओन्ली अबौट् इन् धातु अण्ड् एद् धातुः. सो इन् धातुः यथा एजादि भवति, एद् धातु तु साक्षात् एजादि अस्ति, तदा पूर्वे अवर्णान्त उपसर्गः अस्ति चेत् तत्र वृद्धिः भवति, न तु एङ्गिपररूपम् इत्यनेन पररूपादेशः यथा अत्र उक्तमस्ति. सो पुरस्ताद् अपवादाः अव्यवहितविधिः एव वादन्ते, न तु उत्तरान्. यः तस्मादनन्तरम् उत्तरे यत् व्यवहितं शास्त्रम् अस्ति तस्य कार्यं न बाधा, तस्य कृते बाधां न करोति. सो एदेते उट्सु हेज़् नाट् नो पावर् टु स्टाप् द कार्य आफ् ओमाङ्गोश्च, बिकास् इट् ओन्ली हेज़् द पावर् टु स्टाप् द एङ्गिपररूपम्. दिस् इस् वाट् द परिभाषा इस्. एङ्गिपररूपम् अव्यवहितम् अस्ति, अतः न बलियेह. किन्तु ओमाङ्गोश्च व्यवहितमस्ति, अतः तद् बलियेह भवति वा? इण्डर् आम् सत्यं, यथा उक्तं तत् सत्यं, परन्तु भिन्न भिन्नरीत्या वक्तव्यम्. एस् पर् द परिभाषा विशेषशास्त्रम् अव्यवहितस्य शास्त्रस्य कृते एव बाधा करोति, न तु व्यवहितस्य. सो एते उट्सु केनाट् स्टाप् तस्य कृ ओमाङ्गोश्च इति शास्त्रस्य कृते बाधा न कर्तुं शक्यते, तस्य बलः नास्ति. अनन्तरान् विधीन् न बाधितुं शक्यते. यः अव्यवहितम् अस्ति तस्य कृते एव बाधां कर्तुं शक्यते. सो इत्युक्ते इफ् देर् आर् सम् अदर् सूत्रास् वेर् द एदेत्य उट्सु एण्ड् देट् 95 अनन्तरं 96, 98, वि आर् नाट् डिस्कसिङ्ग् देम्. इफ् देर् इस् अ प्रसङ्ग, देर् इस् अ प्रसङ्ग वेर् 97, सपोज् 97 शास्त्रम् अस्ति एण्ड् एदेत्य उट्सु 89 शास्त्रम् अस्ति, द्वयोः मध्ये बलाबल चिन्तनं भवति चेत् एदेत्य उट्सु केनाट् स्टाप् देयर् कार्य, बिकास् एदेत्य उट्सु पुर अपवादः पूर्वे अस्ति चेत् अव्यवहितशास्त्रस्य कृते एव बाधा कर्तुं शक्यते, न तु व्यवहितस्य. इट् केनाट् आफ्टर् एङ्गिपररूपम् इट् केनाट् स्टाप् द कार्य. सो हियर् तु अत्र अस्माकम् उदाहरणे तु साक्षात् परे एव 95 ओमाङ्गोश्च. सो इण्डैरेक्ट्लि किम् एदेच्य उट्सु केन् स्टाप् ओन्लि द कार्य आफ् एङ्गिपररूपं, नाट् समदर् शास्त्रस्य, बिकास् एङ्गिपररूपम् इत्यनेन तत्र बाधा भवति. सो इट् के नाट् स्टाप् द अव्यवहितस्य सूत्रस्य कृते बाधा न कर्तुं शक्यते. यः अव्यवहितम् अस्ति तस्य कृते एव, सो एकमेव शास्त्रस्य कृते एदेत्य उट्सु इति शास्त्रं बाधा करोति, विच् इस् एङ्गिपररूपम्. भवती एव पठतु अत्र एतत् परिच्छेदम् पुरस्ताद् अपवादाः अनन्तरान् विधीन् बाधन्ते, नो अन्तरान् इति अनया परिभाषया सूत्रपाठक्रमे पूर्वं पठितानि विशेषसूत्राणि स्व अव्यवहितानि एव सामान्यशास्त्राणि बाधन्ते, न तु व्यवहितानि इति परिभाषार्थः. प्रकृते सूत्रपाठक्रमे एत्येतत्यूढ षष्टाध्याये प्रथमपादे नवशीतितमसूत्रम् इति विशेषशास्त्रं, तदव्यवहितसामान्यशास्त्रा सामान्यशास्त्र शास्त्रम् एङ्गिपररूपं षष्ठाध्याये प्रथमपादे नवतितमं सूत्रम् इति सामान्यशास्त्रम्। अतः तदेव सूत्रं बाध्यते न तु व्यवहितम् ओमाङ्कोश्च षष्ठाध्याये प्रथमपादे पञ्चनवतितमं सूत्रम् इति पररूपं तेन अव योगः एहि आयोगः इहि इत्यत्र ओमाङ्कोश्च इति पररूपमेव भवति न तु वृद्धिः। दृष्टाद अपवादाः पुरः दृष्टाद् अपवादाः अनन्तरान् विधीन् बाधन्ते नोन्तरान् अपवादाः अनन्तरान् विधीन् एव बाधन्ते न अन्तरान् ईदृश अपवादः पुरस्तात् यः पुरे यः आदौ स्थापितम् पूर्वं स्थापयति चेत् उक्तम् अनन्तरं अत्र अपवादः इत्यनेन विशेषशास्त्रं न तु साक्षात् अपवादशास्त्रं विशेषशास्त्रं विशेषशास्त्रं पुरे स्थापितम् अस्ति आदौ स्थापितम् अस्ति चेत् तादृशविशेषशास्त्रम् अनन्तरान् अव्यवहितान् कार्यम् एव वादन्ति न उत्तरान् न व्यवहितान् न व्यवहितान् शास्त्रान् अस्माकम् उदाहरणे प्रकृते किम् अस्ति अवयोगः आयोगः इहि इति पुरस्तान् तत्तु शास्त्रस्य विषये तत्तु उदाहरणम् एदेद्य उट्सु इति शास्त्रम् 89 शास्त्रं पुरे स्थापितम् अस्ति विशेषशास्त्रम् एङ्गिपररूपं तदनन्तरं स्थापितम् अस्ति सो विशेषशास्त्रं शास्त्रसूत्रक्रमः प्रथमे अस्ति 89 अनन्तरं तत्र सामान्यशास्त्रम् एङ्गिपररूपम् उडस्तु तद् विशेषशास्त्रम् सामान्य प्रथमे तु अस्माकं परिचितं सूत्रं किम् एङ्गिपररूपम् इसन्ट् इट् वाट् इस् एङ्गिपररूपं वाट् डस् एङ्गिपररूपं से अवर्णान्त् उपसर्गात् उपसर्गस्य अवर्णः भवेत् तत्र उपसर्गात् इति पदमपि अस्ति इट् केनाट् अपि च एकारादि ओकारादि धातुरूपं भवेत् धातुः भवेत् इफ् ऐ हेव् अत्र प्लस् दिस् अत्र प्लस् एव ऐ केनाट् अप्लै एङ्गिपररूपं तत्र बिकास् एव इस् नाट् धातुरूपम् and atra is not our upsargasya akarah nasti I cannot apply their engiparupam is also something special but with respect to edetya utsu it is a samanya shastra engiparupam says that eng pare eng atra एकारादि ओकारादि ए वर्णः ओ वर्णः एङ् प्रत्याहारे केवलं वर्णद्वयम् एकारादि ओकारादि परन्तु अत्र धातोः इति पदस्यापि अनुवृत्तिः अस्ति एकारादि ओकारादि धातुरूपं भवेत् यत्किमपि एकारादि ओकारादि पदं नास्ति एकारादि ओकारादि धातुरूपे परे तस्य प्राक् तत्र उपसर्गस्य अवर्णः भवेत् अ अथवा आ वर्णः वदामः चेत् इट् केन् बि अष्टादश अकारः परन्तु सः अकारः उपसर्गस्य भवेत् तदा एव एङ्गिपररूपं कार्यं करोति अत्रापि एदेति ऊट्सु इति शास्त्रे अत्र अवर्णस्य परे एकारादि इन् धातुः अथवा एद् धातुः अत्रापि धातुविषयः एव परे यः शब्दः भवेत् सः इन् धातुः एकारादिरूपं भवेत् अथवा एद् धातुः रूपं भवेत् सो धातु अस्ति चेत् प्रायशः उपसर्गः एव प्राक् आगन्तुं शक्यते अतः सो वेन् वी हेव् अव प्लस् ए हि तत्र एङ्गिपररूपम् इत्यस्य शास्त्रस्य कार्यक्षेत्रम् अस्ति परन्तु दिस् ए हि इस् ए रिप्रेसेण्टेटिव् आफ् इन् धातु आल्सो because we have got this ahi from in dhatuhu so it is also ekaradi dhatu roopam eva asti ahi and ki kaha dhatuhu atra in dhatuhu asti that is why we have this prasanga of sutra dvayasya prasanga नाट् ओन्ली सूत्रद्वयस्य प्रसङ्गः सूत्रत्रयाणां सूत्राणां प्रसङ्गः अस्ति अत्र सो अत्र उपसर्गः अव इति उपसर्गस्य अवर्णः अस्ति परे धातुरूपी एकारः अस्ति अतः एदेत्यो उट्सु इति शास्त्रस्यापि प्रसङ्गः एङ्गिपररूपम् इति शास्त्रस्यापि प्रसङ्गः बट् ऐ नो देट् एदेत्यो उट्सु इस् ए एङ्गिपररूपम् इत्यस्य कृते अपवादशास्त्रम् अस्ति सो एङ्गिपररूपम् इस् औट् नौ ओन्ली एदेति औट्सु इस् लेफ्ट् बट् सिन्स् ऐ हेव् अ सूत्रम् ऐ हेव् अ अष्टाध्यायी ग्रन्थे एव एकं शास्त्रम् अस्ति विच् सेस् आदि अन्तवच्च दिस् एकार नाट् ओन्ली रिप्रेसेण्ट्स् इन् धातु दिस् एकार आल्सो रिप्रेसेण्ट्स् आङ्ग् शब्दः So since it represents both in dhatu and aang shabdah and if it represents aang shabdah then omangoshcha shastrasya api karyakshetram asti idani matra omangoshcha shastram vadati avarnasya pare om shabdah athva aang shabdah asti chet tatra purvarupadeshah bhavati edetya utsu shastram vadati vriddhi bhavet This says that पूर्वरूप भवेत् द्वयोः कृते कार्यं भिन्नं भिन्नम् अस्ति Now we are stuck whether to do एदेत्यो उट्सु or do ओमाङ्गोश्च What to do now? That is why we require a परिभाषा परिभाषा says पुरस्तादपादाः अनन्तरान् विधीन् एव वादन्ते न उत्तरान् एदेत्यो इस् पुरस्त पुरः अस्ति पूर्वे अस्ति ओमाङ्गोश्च पूर्वे अस्ति एङ्गिपररूपं पूर्वे अस्ति सो इट् हेस् द पावर् अस्य बलं केवलं तावदेव अस्ति इट् केन् स्टाप् द कार्य आफ् ओन्ली एङ्गिपररूपम् इट् केनाट् स्टाप् ओमाङ्गोश्च अतः अत्र ओमाङ्गोश्च इत्यनेन एव कार्यं भवति सो पररूपमेव भवति चेत् इट् बिकम्स् अवेहि पूर्वपरयोः पररूपादेशः भवति द्वयोः मिलित्वा पररूपादेशः भवति परे एकारः अस्ति एकार एव आदेशः भवति अवेहि इति रूपं भवति दिस् इस् वाट् इट् इस् सेयिङ्ग् देट् इस् वै वी रिक्वैर् दिस् परिभाषा अदर्वैस् वी केन् नाट् गो फार्वर्ड् अवगतं वा भगिनि महोदय अत्र एङ्गिपररूपं कार्यं करोति वा ओमाङ्गोश्च कार्यं करोति वा एङ्गिपररूपम् इस् आल्रेडि औट् out. Engi pararupam has been stopped by ejejyo ichu. Now we have umangascha o adava pala om adava ang asti ched kim bhavati iti vadati atra pararupam पररूपादेश पररूप अपो एहि पररूपमपि कार्यं समानमेव आम् अतः परन्तु अत्र आङ् इत्यस्य प्रसङ्गः अस्ति न अपि च इन् धातोः सो इफ् वी हेव् टु से विच् सूत्र हेस् डन् ओवर् कार्य बिकास् सी एङ्गि पररूपम् इस् आल्रेडि औट् बै एज् एच् अत्र त्रयाणां सूत्राणां प्रसङ्गः आल् द थ्री आर् applicable over here avayoga ehi now when we have more than two sutras applicable kasmin chit sopane ek adhik sutra nam prasakti hi bhavati chet how do we decide balabal chintare asma bhi kim drishta we take two together so first we are taking ejetyo utsu and engi pararupam because dvayoho madhye bhinna bhinna karyam asti एदेत्य उट्सु इत्यनेन वृद्धिकार्यम् एङ्गीपररूपम् इत्यनेन परकार्यम् सो बिट्वीन् दीस् टु शास्त्रास् एदेत्य उट्सु इस् एन् अपवाद् टु एङ्गीपररूपम् बिकास् इट् इस् अव्यवहितशास्त्रम् टु एदेत्य उट्सु सो सिन्स् दिस् एदेत्य उट्सु इस् एन् अपवाद् शास्त्रम् तस्य अधिक अपवादशास्त्रं बलवत् भवति So, Edetya Utsu will remove Engi Pararupam. So, Engi Pararupam is out now. Now, Tatra Sangarshaha Edetya Utsu Apicha Omangoscho Dvayoho Madhye Bhavati. Now, we are stuck. Whether to do Pararupam or to do Vriddhikari. Now, this परिभाषा इस् रिक्वैर्ड् परिभाषा सेस् पुरस्ताद् अपवादाः अनन्तरान् विधीन् बाधन्ते अव्यवहितविधि एव बाधन्ते न तु व्यवहितविधिः ओमाघोष इस् व्यवहितं बै एङ्गी पररूपं सो इट् डस् नाट् हेव् द पवर् टु स्टार्ट् ओमाघोश्च सो अत्र ओमाघोश्च इति पररूपादेशः भवति न तु वृद्धि आदेशः If somebody says, that is why, na, Bhagni, we require the Balabal Chintanam. Because otherwise you will say, Atra engi pararupa mite nena pararupa adesha. Parantu tasa nasti. Yadepi atra pararupa meva bhavati. Outcome is samanam. But atra asyam dashayam engi pararupa mite nena karyam na. Oma angoshchaita nena karyam asti. Because this ekara is a representative of aang shabdasya representative asti. Prayaha sutraha poyam sitradi cheda atravi omangosya yivi sutram eva para sutram. Kim? Trayanam sutranam sutrasangya pashidi cheda तेषु ओमाङ्गोश्च एव परसूत्रम् एतादृशपरसूत्रं बलीयः इति नियमः अपि अत्र विप्रतिषेधे परं कार्यम् इत्यनेन वा हा विप्रतिषेधे परं कार्यं परन्तु अत्र तु वयम् अवगच्छामः परन्तु यत्र साक्षात् अत्र विप्रतिषेधः अस्ति वा तद् द्रष्टव्यम् मेबि अत्र तादृशचिन्तनं भवितुं शक्नोति परन्तु एतस्य परिभाषायाः प्रयोगः अन्यत्रापि भवति अस्माकं करपत्रे तु तदेव उक्तमस्ति यूढस्तु एकवारं वदति वा भगिनी एतत् सूत्रं किं वदति अनेन शास्त्री इति एतति ऊठ् एतेषु शब्देषु परेषु अवर्णात् इन् धातुः एकाराजिरूपम् अस्ति अथवा अवर्णात् एद् धातोः रूपम् अस्ति चेत् अथवा अवर्णात् ऊट् शब्दः परे अस्ति चेत् तस्य तत्र वृद्धि आदेशः भवति. सो बेसिकलि सी वी हाव् mostly what we have vriddhirechi, then we have engi pararupam. Vriddhirechi janena vriddhi adeshah bhavati, engi pararupam itanena pararup adeshah bhavati. Ekaradi okaradi dhatu asti che tatra avarnant pare tatra pararupam bhavati, natu vriddhi bhavati. So engi pararupam is in direct apvad shastram to vriddhirechi. But with respect to in dhatu and ed dhatu, Maharishi does not wish to get the pararupa adesha. Huh? Vidyapi atra sarvesham ekaradi okaradi dhatu nam vishaya hoktam asti. But the rupas with respect to in dhatu and ed dhatu is not pararupam, apitu tatra vriddhi hi bhavati. That is why he had to make a sutra which is particular to only in dhatu and ed dhatu, because tatra pararupam ishtam nasti. So he made a special sutra for in dhatu and ed dhatu. So he said that eti pare edhati pare apicha ut shabde pare tatra vriddhi eva bhavet na tu pararupam. That is why this is how this sutra came into making. Because, so what he did, he put it first. Edetya utsu is, when in dhatuhu prayashah tatra bahutra gunaha bhavati. Because it is an igant dhatuhu, and yatha tipit pratyaha agachi. Because it in dhatuhu is, अदादिगणस्य धातु अस्ति, अतः अत्र कोऽपि विकरणप्रत्ययः मध्ये नास्ति. सो वेन् इन् योगति तिप् प्रत्ययः भवति चेत् तत्र किं भवति? इन् योगतिप् प्रत्ययः भवति चेत् तत्र किं भवति? गुणः भवति. सार्वधातु वार्धधातुकयोः इति सूत्रेण गुणः भवति, एति भवति. Now if there I have a requirement to add any upsarga like pra or av, up, yatra ante akarah vartate, yatra ante akarah vartate, athva aang iti upsargah, tadrishu upsargah pare asti chet, now for those avarna this is an ekaradi dhatu. But I know it, this eti is from in dhatuhu. So yada atra avyoga eti asti, atra engi pararupam shastrasya karyam bhavitum shaknoti, because it is an ekaradi dhatuhu, akarasya pare ekaradi dhatu asti chet, tatra pararupa adeshah bhavitum shaknoti. But because this eti is of in dhatuhu, tatra pararupam ishtam nasti, tatra kim ishtam asti? तत्र तो वृद्धि एव इष्टमस्ति. सो हियर् इट् बिकम्स् अवैति. देट् इस् वै हि क्रियेटेड् दिस् सूत्र एधेत्य ऊट्सु. अत्र अवेति इति सूत्रं रूपं वा अहं चिन्तयामि अत्र वृद्धिः भवेत्, बिकास् अत्र अत्र पश्यतु भगिनि, अव प्लस् एति अत्र ओमाङ्गोश्च सूत्रं कार्यं न कर्तुं शक्यते. अत्र ओमाङ्गोश्च इति शास्त्रस्य प्रसङ्गः नास्ति, बिकास् दिस् इस् साक्षात् गुणं भूत्वा एव एति इति भवति. सो अत्र ओमाङ्गोश्च कार्यं न कर्तुं शक्यते, परन्तु यत्र अवयोग आङ्ग् योग इः अस्ति तत्र ओमाङ्गोश्च कार्यं करोति. अत्र ओमाङ्गोश्च कार्यं न कर्तुं शक्यते, अतः वृद्धिः एव भवेत्. उपैति इति रूपमस्ति, उभयोगः उपैति, तत्रापि उपैति इति रूपमस्ति, न तु उपेति. ओन्ली वेन् बिकास् हियर् वी हेड् द आङ्ग् उपसर्ग, देट् इस् वै ओमाङ्गोश्च केन् कम्. अदर्वैस् एव्रि टैम् ओमाङ्गोश्च केन् नाट् कम् न, बिकास् यत्र आ इति नास्ति तत्र तु एदेति उट्सु एव कार्यं करोति. Because here it was Aang Upsarga, that is why we had this Omangoshcha. Omangoshcha says Om Shabde Pare, apicha Aang Shabde Pare. Atra Aang Shabda Hasti. Yadyapi it looks like Ehi, but this Ehi has been formed by adding the Aang Upsarga. That is why Omangoshcha can come. Omangoshcha also has limited scope. It cannot come everywhere. It's also an apvad like shastram suvriddhi rechi. So we have to do a lot of chintanam. Oh, it's 8:32 only. Let us finish this last parichedam. Chetana Bhagni, etat parichedam patatu. Badaka shastrasya vishesha shastrasya akanksha jayate mama badhyam kim iti. तदा प्रथमोपस्थितत्वात् अनन्तरं शास्त्रम् अन्वीति. अतः आकाङ्क्षा शान्ता, तदनन्तरं विद्यमानं शास्त्रं न बाधते आकाङ्क्षायाः अभावात्. किञ्च व्यवहितस्यापि बाधे विप्रतिषेधे परं कार्यं 142 इति शास्त्रस्य बाधकल्पना वक्तव्या, यतोहि तेन शास्त्रेण परशास्त्रस्य प्राबल्यं बोध्यते. अनेन बाधकशास्त्रस्य पूर्वशास्त्रस्य प्राबल्यबोधेन विरोधः स्पष्टः एव. इत्युक्ते अन्विषे विशेषशास्त्र, सो विशेषशास्त्र बाधकशास्त्र अथवा विशेषशास्त्र वदामः चेत्, सो इट् हेज़् अ थर्स्ट् टु स्टाप् सम् कार्य. सो यः साक्षात् अनन्तरं कार्यमस्ति, सो इट् इत्युक्ते सपोज् ऐ हेव् अ थर्स्ट्, ऐ विल् ड्रिङ्क् इफ् देर् इस् अ ग्लास् आफ़् वाटर् इन् फ्रण्ट् आफ् मी, ऐ विल् ड्रिङ्क् ग्लास् आफ़् वाटर्. And now my thirst is over. And suppose I see a bucket of water, I cannot eat that, I cannot drink that water, no? Because my thirst is shanta, akanksha shanta. So, tatheva badak shastrasya vyavaharam asti. Badak shastra says, what I have to stop. So, whatever it says, it sees immediately. Whatever it sees immediately, it stops its karya. It is not a shastra pramanam, it is just to explain us that edetya utsu has a tendency to stop the karya. So it stops the karya of engi pararupam. And now it says that, okay, I am a badak sutram, I have stopped the karya of engi pararupam. But it also has limitation that it everywhere it cannot stop engi pararupam. Wherever dayoh prasangah asti tatra eva edetya utsu ite balvat bhavati. Yatra kevalam engi pararupam ite eva pravartate tatra to tasya badana bhavati, because somewhere engi pararupam has to do the karya na, it has a brihad karya kshetram. But with respect to in dhatu and ed dhatu, who it is karya shet, it cannot act. It is karya is taught by ed etyo utsu. So that is what is written over here. Prathama upasthitatvat. Since this is first engi pararupam, because see there is a there is a science behind the arrangement of sutras also, na? It is, he has put all, there is a science. There is no random arrangement of sutras. We see that anuvritti artham api sutranam tatra kramah vartate. Because anuvritti hi sulabham bhavet, tatapi tadrish logic api asti. But idanim vayam atra kim avagachhamah, विशेषशास्त्रम् उत्सर्गशास्त्रं तादृश तत्र अपि विज्ञानम् अस्ति सूत्राणां सूत्रस्य सूत्राणां क्रमाणां कृते तत्रापि किञ्चित् लाजिक् वर्तते. सो एवमेव तत्र सूत्राणां तत्र क्रमः न वर्तते. सो देट् इस् वै एङ्गिपररूपं प्रथम उपस्थितत्वात् एद्यत् विशेषशास्त्रं तस्य बाधा एव करोति, न तु यः अनन्तराम् अस्ति. सो नौ इट् इस् इट् सेज् देट् ऐ एम् अ बाधकशास्त्रं, सो ऐ हेव् स्टाप् द कार्य आफ् एङ्गिपररूपं. नौ इट् इस् थर्स्ट् इस् ओवर्, आकाङ्क्षा शान्ता. तदनन्तरं विद्यमानं शास्त्रं न बाधन्ते आकाङ्क्षायाः अभावात्. नौ सिन्स् इट् डस् नाट् हेव् अ थर्स्ट्, इट् विल् नाट् स्टाप् उमाङ्गोश्च. But we cannot apply these kind of thoughts, na? We need some pramanam. That is why paribhashayaha avashakta asti. That is why paribhasha is there, purastada padaha anantaran vidin badante na uttaran. So kincha vyavahitasya api bhade vipratishede paramkaryam. Vipratishede paramkaryam kim api tatra? व्यवहितम् अव्यवहितं तत्र किमपि तादृश लाजिक् नास्ति. इट् केन् बि व्यवहितम् इफ् द परशास्त्रम् इस् व्यवहितम् आर् अव्यवहितं, तत्र विप्रतिषेधविषयः अस्ति चेत् परं कार्यम् एव बलवत् भवति. सो अत्र लिखितं व्यवहितस्य अपि इत्युक्ते अव्यवहितस्य बाधा तु करोति एव, व्यवहितस्य अपि बाधा भवति विप्रतिषेधे परं कार्यं. बिकास् अनेन परशास्त्रं परशास्त्रस्य प्राबल्यं वर्तते. सो अनेन बाधकशास्त्रस्य पूर्वशास्त्रस्य प्राबल्यबोधेन विरोधः स्पष्टः एव. सि अत्र विप्रतिषेधे परं कार्यम् इत्यनेन we see that parashastram becomes balavat. But with respect to edyetya utsu and engi pararupam, yadyapya dvayo atra dvayoh krite atra vipratishedah na vartate, ataha parashastram iti balavat asti, tadrish tatra na asti prasangah, because atra dvayoh madhye vipratishedah eva nasti. बिकास् यत्र यत्र एद्येत्यो उट्सु इति शास्त्रस्य प्रसङ्गः तत्र एङ्गिपररूपं तु आगच्छति एव. सो निरवकाशत्वम् अत्र विशेष अपवादसम्बन्धः वर्तते. अवगतं वा? सो एकवारम् अत्र रेकार्डिङ्ग् विद्याभगिन्याः रेकार्डिङ्ग्स् तत्र वि हेव् द रेकार्डिङ्ग्स्. सो you also listen to the recordings with respect to these. Anantaram yat udharanam dattam asti tattu samas visheh asti. So first recording is regarding this topic, Mode. Yes, first is with respect to the first, then the later these recordings are with respect to the samas visheh yat udharanam asti tat. So at least listen to this first recording. It's with respect to this. Vipratishede parangaryam etat patna samaye avayoga ayoga iti paribhasha na paditam etat paribhasha simanna paditam samasutra paditam. I was not knowing that we had a karpatra. I thought only the now I later on I saw this, there is a karpatra with respect to this, that is why I taught here. So there are recordings with respect to all the three paribhashas. You can listen to the recordings. So we have in the Balabal Karpatre, Tatra Anantarasi Vidirva Pratishedova, we have discussed this also. Madhya Apvadaha Purvan Vidin Badantena Uttaran, Udharanam Adharik. स्वीकृत्य एव अस्माभिः एतत् सर्वं तत्र पठितं. एकवारं रेकार्डिङ्ग् श्रुत्वा एव तत्र किञ्चित् अवगच्छामः. सो देर् आर् रेकार्डिङ्ग्स् आफ़् विद्याभगिनी आल्सो, यु केन् लिस्निङ्ग् टु डोस् रेकार्डिङ्ग्स् आल्सो, एण्ड् वी हेव् आल्सो डिस्कस्ड्, ऐ हेव् आल्सो पुट् दीस् रेकार्डिङ्ग्स् इन् मै रेकार्डिङ्ग् लिङ्क्. So you can listen to those recordings, 8:40. So idaniyam sthagamah, I have to go. So prayashah idaniyam, August, this varga will not happen. Unless you have some special prashnani santi chet, vayam pathamah, otherwise I will stop this session now. So now, because I have joined this with the January group only. Kimapi asti chet, WhatsApp madhe asti. Thursday 7-8. Om Purnamadah Purnamidam Purnat Purnamadachyate Purnasya Purnamadaya Purnameva Vashishyate. ॐ शान्ति शान्ति शान्तिः, हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः, नमस्कारः. धन्यवादः. आमां भवति.